नमस्कारः. तर्हि अद्यतनविषयः अस्ति अधादिगणः इति. तर्हि आकारधातूनां कृते गतवर्गे वयं समापितवन्तः. अधुना अग्रे दरिद्र इति धातुः तत् स्वीकृत्य अग्रे चर्चां कुर्मः. तर्हि ततः पूर्वं तस्मात् पूर्वं किञ्चित् पुनरभ्यासरूपेण झटिति पश्यामः. रामप्रिय भगिनी, भगिनी वदतु वा अगादिगणे चिन्तनं कथं भवति प्रत्ययः कः इति. अदादिगणे अधिप्रकृतिभ्यः शतः इति सूत्रेण षट् प्रत्ययस्य लुक् भवति. प्रथमं तु यदा सर्वेषु गणेषु भवति कर्तरि शप् आगच्छति, शप् विहितः अस्ति, कर्तार्थके सार्वधातुकप्रत्ययः इति. अनन्तरम् अधिप्रभृतिभ्यः शपः इति अदादिगणे शपः लुक् भवति. लुक् इत्युक्ते लोपः भवति. तर्हि तादृशविकरणप्रत्ययस्य लोपः भूत्वा प्रत्ययलक्षणं तिष्ठति वा? प्रश्नः पुनः वदामि. प्रत्ययलक्षणं तिष्ठति वा यत्र लुक् भवति तत्र प्रत्ययलक्षणं तिष्ठति वा इति? प्रत्ययनिमेषिककार्याणि भवन्ति वा? नास्ति. न लुमताङ्गस्य इति सूत्रेण अत्र तद्निमित्त अङ्गकार्यं न भवति. तर्हि भेदाः सन्ति यत्र लोपः भवति. एकमस्ति लोपः इति साधारणमस्ति, तत्र प्रत्ययलोपे प्रत्यक्षणमि इति प्रत्ययलक्षणं तिष्ठति. किन्तु यत्र अत्र एकं सूत्रमस्ति प्रत्ययस्य लुक् श्लू लुपः इति अस्ति. तर्हि तिसृषु यदि लोपः भवति चेत् न लुमताङ्गस्य इति सूत्रेण प्रत्ययलक्षणं न शक्यते इति. तर्हि अग्रे गत्वा वयं दृष्टवन्तः सुब्रह्मण्य महोदय गतसप्ताहे प्रायः दृष्टवान् खलु रङ्गः शाकटायनस्य इति सूत्रस्य सर्वत्र प्रसक्तिः अस्ति वा इति, यत्र यत्र लङ् भवति तत्र भवति वा इति पृष्टवान् खलु. तर्हि आं सत्यम् अस्ति, किन्तु अत्र लङ्घः शकटानि इति अनुवृत्तिसहितसूत्रं पश्यति चेत् जेः जुस् इति जि इत्यस्य स्थाने जुस् जुस् आदेशः भवति. तर्हि एतत् सूत्रं परस्मैपदी एव कार्यं कर्तुम् अर्हति खलु. आत्मनेपदी तु जि इति प्रत्ययः नास्ति एव. तर्हि परस्मैपदी लङ्लकारे एतत् सूत्रस्य एतस्य सूत्रस्य प्रसक्तिः अस्ति एव इति. धन्यवादः भगिनि. तर्हि महोदय एव वदति वा लङ्घः शकट् आकारान्त्यधातूनां कृते चिन्तनं कथम् अस्ति? आकारान्तधातूनां कृते अत्र एकनिमिषः भगिनि, आकारान्तधातूनां कृते अत्र किं वदामि भगिनि, अत्र एकनिमिषः किञ्चित् भिन्नः अस्ति. किं भवति अत्र बहुवचने लङ्लकारे लङ्घः शकटानति इत्यनेन विकल्पेन जि स्थाने जुस् आदेशः भवति. तर्हि रूपद्वयं भवति खलु. आदौ जि स्थाने जुष् कृत्वा यत्र जुस् आदेशः भवति चेत् तर्हि उच्यपदान्तात् इत्यनेन पूर्वपर्योगस्थाने एकपररूपादेशः भवति. उदाहरणार्थं यत्र यत्र जुस् आदेशः भवति तत्र यत्र जुस् आदेशः न भवति तत्र केवलम् आकारान्तदातु यदि वयं या इति स्वीकुर्मः चेत् या योगी अकः करणे दीर्घः इत्यनेन यान्ति योगं भवति. यत्र जुस् आदेशः भवति तर्हि तत्र या योगः अन्ति अत्र जुस् इत्यनेन उस् आदेशः भवति. अनन्तरं उः इति भवति. तर्हि अनन्तरं पूर्वपरयोः स्थाने उच्चपदान्तात् इत्यनेन पूर्वपरयोः स्थाने युः एव फलरूपादेशः भवति, तर्हि युः इति भवति. लङ् अस्ति तर्हि अयुः इति भवति. तर्हि अग्रे गत्वा राजीव् मणिमहोदय पठति वा धरित्रा धातु. एकसंशयः अस्ति, लोटि कुत्र कुत्र लङ्वत् कार्यं करोति इति. लोटो लङ्वत् अस्ति किल भगिनी, तत्र ह्यः अपि दृष्टवती परन्तु सम्यक् न अवगता मया. लोटो लङ्वत् इत्युक्ते लोटि लङ्वत् कार्यं करोति इति, तर्हि कुत्र कुत्र इदं सूत्रं कार्यं करोति, कुत्र न करोति, अपि च किमर्थम् इति. इदानीं लङ्घः शकटायनस्य एव अस्ति किल, तत् केवलं लङ्लकारे एव कार्यं करोति, लोटि न करोति, हेर्जुस् इति. तस्य कृते एकम् अन्यं सूत्रमस्ति, अहं तत् दृष्ट्वा अहं वदामि, किञ्चित् समयं ददाति वा, तर्हि अहं दोषरहितं वक्तुं शक्नोमि. निश्चयेन भगिनि, भवती दृष्ट्वा वदतु. इत्युक्ते कुत्र कुत्र करोति, कुत्र कुत्र कार्यं न भवति, अपि च किमर्थम् इति. अस्तु निश्चयेन. अस्तु धन्यवादः. जक्षिक्षादयः षट् महोदय. व्यक्तिक्षादीनां धातूनाम् अभ्यस्तसंज्ञकः सम्यक् भवति. अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् शब्दधातवः सन्ति, यक्ष, जागृ, दरिद्र, सकास्, सास्, दीदिङ्, वेविङ् च. इति शब्देन जक्ष् धातोः परमर्शः इति आदिः, येषां ते इत्यादयः बहुव्रीः, जक्स् प्रथमान्तम् इत्यादयः प्रथमान्तं, षट् प्रथमान्तं, त्रिपदमिदं सूत्रम्. उभे अभ्यस्तम् इत्यस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः, अनुवृत्तिसूत्रं जक्षिस्तादयः षड् अभ्यस्तम् इति सूत्रेण, जक्षिस्तादयः सूत्रेण अदादिगणे अन्तर्गणः एकः अस्ति, तस्मिन् सप्तधातुः सन्ति, ताः जक्स्, जागृ, दरिद्र, सकास्, सास्, दिदिङ्, विविङ् इति. अनन्तरं षट् धातवः चक्सादि वेविङ् पर्यन्तं सप्तधातुः अभ्यस्तं भवति, द्वित्वं भवति. तेषां नामकरणम् अभ्यसन् इति साधारणतया यत्र यत्र द्वित्वं भवति तत्र तस्य अभ्यसम् इति संज्ञा भवति. अत्र यद्यपि द्वित्वं नास्ति किन्तु तथापि तेषाम् अभ्यसम् इति संज्ञा भवति, नामकरणम् एतेन सूत्रेण भवति. धन्यवादः. अग्रिममपि भवति वा अभ्यस्तमिति उभे अभ्यस्तम् अदप्स्यस्तात् महोदय. उभे अभ्यस्तम् इति उभे अभ्यस्तम् इति रूपेण यदा धातोः द्वित्वं भवति तदा मिलित्वा द्वयोः भागयोः नाम अभ्यस्तं भवति. जक्षित्यादयः षट् इत्यनेन जक्षित्यादीनां धातूनां अद्वित्वे सत्यपि अभ्यस्तसंज्ञा भवति. सप्तधातवः सन्ति अदादिगणे अन्तर्गणाः, तस्य नाम अभ्यसन् इति उच्यते. धातूनां द्वित्वं द्वितीयं भवेत् अभ्यस्तम् इति पूर्वम् उक्तम्. अत्र द्युत्वं नास्ति सत्यपि अभ्यस्तसंज्ञा इति उच्यते. आं भगिनि, द्युहोत्यादिगणे पश्यामः यत् द्वित्वं भवति श्लौ इति सूत्रेण द्वित्वं भवति, तर्हि यथा द्वित्वं भवति तस्मिन् समये उभे अभ्यस्तम् इति सूत्रेण अभ्यस्तसंज्ञा भवति. येषां सप्तानां धातूनां भवति वा लिट्लकारे अपि भवति वा भगिनि अभ्यस्तं लिट्लकारे अपि भवति वा? आं भगिनि, यत्र यत्र भवति तर्हि अहं लिट्लकारं पूर्वं न पठितवती. सत्यम्, उभे अभ्यस्तं तत्रापि कार्यं करोति इति. धन्यवादः. पठामि वा? येषां सप्तानां धातूनां तिङन्तसिद्धं चत्वारि कार्याणि. बिन्दु एकम् अभ्यभ्यस्तात् अभ्यस्तसंज्ञः धातुतरस्य प्रत्ययस्य आदिम अवयवस्य चकारस्य स्थाने अत् आदेशो भवति. प्रथमान्तम् अभ्यपञ्चम्यन्तम् द्विपदमिदं सूत्रम् झोन्तः इत्यस्मात् झः इत्यस्य अनुवृत्तिः आयनीयः षडकटका प्रत्ययादीनात् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्ययादेये इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् इत्युक्ते अभ्यस्तसंज्ञः धातुतरस्य प्रत्ययस्य आदिम् अवयवस्य झकारस्थाने अत् आदेशः भवति. अलान्तया अन्त आदेशः भवति, अत्र अत् आदेशः भवति. अनुत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्यय आदेशे झः अत् इति. तस्य अभ्यस्तधातुसंज्ञधातु उत्तरस्य प्रत्ययस्य आदिमावयवस्य धातु उत्तरस्य उत्तरस्य प्रत्ययस्य जकारस्थाने साधारणतया अन्ति भवति अदन्तानाम् अत्र अत् अत् भवति. अन्यत्र सर्वत्र अन्ति भवति जोन् सर्वत्र अस्तु जकारस्य स्थले अन्तादेशो भवति, किन्तु यत्र अभ्यस्तं भवति सादृशधातुतः यदि प्रत्ययः जि इति प्रत्ययः झ इति प्रत्ययः आयाति चेत् तस्य तस्य स्थाने अच् इति जकारस्य स्थाने अन्तादेशः भवति. धन्यवादः. सुब्रह्मण्यं ध्येयं यत् अत् आदेशस्य तकारः अलङ्कारः इति सूत्रेण इत् संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक झी प्रत्ययस्य अवयवस्य आदेशः, अतः न विभक्तौ तु स्म इत्यनेन अलङ्क्यं बाधितम्. अत्र इदानीं भवन्तः अत्र अधभ्यस्तात् इत्यनेन अत्र ध्यास्थाने अत् आदेशः भवति. यदि अभ्यस्तात् अनन्तरम् अभ्यस्ताङ्गस्य अनन्तरं प्रत्यय आदौ जकारः अस्ति तस्य स्थाने अत् आदेशः भवति. इदानीम् अत्र अत् इत्यस्मात् इत्यस्मिन् कारः अस्ति, स च कारः हलन्त्यम् इत्यनेन इत् न भवति. किमर्थं चेत् अत्र अत् विभक्तिसंज्ञक प्रत्ययस्य आदेशः, अतः अत्र न तत्तु विभक्तिसंज्ञकः, अतः न विभक्तौ तु स्मः इति सूत्रेण हलन्त्यम् इति सूत्रं बाधितं भवति. अतः तकारः तिष्ठति एव अत्र. तुस्माः इत्युक्ते अत्र तवर्गीय व्यञ्जनानि च सकारः मकारः च. यदि अन्ते अस्ति तर्हि तस्य लोपः न भवति इति अत्र. अदभ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ स्थाने अत् आदेशः. अतः लटि झि अति न तु अन् लोटि झि अतु न तु अन्तु. इदानीं तस्य प्रसक्तिः कुत्र अस्ति इत्युक्ते लट्लकारस्य प्रथमपुरुषबहुवचने अत्र झि इति मूल त्रिप्रत्ययः, अत्र झस्य स्थाने अत् आगच्छति. यदि अभ्यस्तसंज्ञकधातु धातोः अनन्तरं आगच्छति अत्र झस्थाने अत् आगत्य लट्लकारस्य सिद्धतिङ्क्रियः भवति. अभ्यस्तसंज्ञकः धातुकृते अति इति. तथा एव लोटि अत्र अतु भवति न तु अन्तु अत्र. महोदय, अत्र विभक्तिसंज्ञक इत्युक्ते को अर्थः? यदि विभक्तिसंज्ञक इत्युक्ते अभिव्यक्तीनां प्रत्ययः नो चेत् प्रत्ययः तिङ् प्रत्ययः तेषामपि सुप् अपि च तिङ् प्रत्ययः खलु. आं भगिनि, तर्हि सर्वे प्रत्ययाः खलु इत्युक्ते तत्र सर्वे आगच्छन्ति. धन्यवादः. अन्य कः अस्ति? कः हेमा भगिनी पठति वा? पठामि महोदय. सिजभ्यस्तविधिभ्यश्च इति सूत्रं वदति, नित्लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद् धातोः च परस्य झी प्रत्ययस्य स्थाने जुस् आदेशो भवति. सिच् च अभ्यस्तश्च विधिश्च तेषाम् इतरेतरद्वन्द्वः सिजभ्यस्तविधयः. तेभ्यः सिजभ्यस्तविधिभ्यः सिजभ्यस्तविधिभ्यः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. नित्यं ङितः इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः, झेर्जुस् इत्यस्मात् जेहेजुस् इत्यनयोः अनुवृत्तिः, लस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अस्ति सिजभ्यस्तविधिभ्यः च ङितः लस्य जेहेजुस् इति. अत्र इदं सूत्रं वदति यत्र ङित्लकारः अस्ति इत्युक्ते लङ् लुङ् लिङ् अपि भवितुम् अर्हति किल महोदय? ङित्लकारस्य स्थितौ अपि च यत्र यत्र स्टिच् प्रत्ययः भवति अपि च अभ्यस्तसंज्ञकः यत्र धातुः यत्र अस्ति तत् अपि च विद् धातोः, तर्हि त्रिषु स्थलेषु कार्यं करोति सिच् प्रत्ययः, अभ्यस्तसंज्ञकधातुः अपि च विद् धातुः. तेषां परे यदि झी प्रत्ययः अस्ति इत्युक्ते प्रथमपुरुषबहुवचने, तत्र झी स्थाने जुस् इति आदेशः भवति. तर्हि लङ्लकारे अपि अस्य प्रसक्तिः अस्ति अपि यत्र अभ्यस्तसंज्ञकवर्णः अस्ति परन्तु लङ्गः शाकटायनस्य एव तत्रापि झेः झुस् इति एव भवति परन्तु तत्र अभ्यस्तस्य प्रसक्तिः नास्ति अत्र दरिद्रा इव जक्षादिभ्यः इत्यादिभ्यः षट् कारणेन तत्र अभ्यस्तसंज्ञक प्राप्तवन्तः तेषां कृते अत्र अस्य सूत्रस्य प्रसक्तिः भवति इत्युक्ते दरिद्रा आकारान्तधातूनां कृते अपि च झुस् इति आदेशः यः भवति तत्र सकारझकारलोपानन्तरम् उः एव तिष्ठति तर्हि लङ्लकारे साधारणतया अन् इति आगच्छति अन् अपि कथम् आगच्छति इत्युक्ते प्रथमः झोन्तः इति सूत्रेण झकारस्य स्थाने अन्त आदेशः आगच्छति तर्हि अन्ति न लङ्लकारे अन् इति आदेशः आगच्छति संयोगान्तस्य लोपः कारणेन तत्र अन्नेव तिष्ठति इदानीं तस्य स्थाने उहु अपि उहु इति आगच्छति झुस् मध्ये सकारस्य लोपः ससजुषोरुः पदान्ते अस्ति इति अपि च खरवसानयोर्विसर्जनीयः इति कारणेन तत्र उः इति तिष्ठति जस्य लोपः भवति चुटु इति कारणेन आं भगिनि धन्यवादः भगिनि भगिन्यः प्रश्नः अस्ति खलु यत्र विभक्ति इति नामकं कस्य कस्य भवति इति तर्हि सूत्रमस्ति विभक्तिश्च इति प्रथमाध्याये चतुर्थभागे 103 सूत्रं तत् विभक्तिश्च इति सूत्रमस्ति आं भगिनि भगिनि पश्यतु 101 प्रथमाध्याये चतुर्थपादे त्रिशतं सूत्रं त्रिशतं सूत्रः इति अस्ति अनन्तरं सूत्रसङ्ख्या का भगिनि 104 विभक्तिश्च तर्हि तत् यत्र स्तुत्वा विभक्तिसंज्ञत्वा स्तुत्वा किं वा तेषां विभक्तिसंज्ञत्वा भवति इति तेन सूत्रेण अनन्तरम् अन्यत् अपि सूत्रमस्ति 531 इति एकं सूत्रमस्ति विभक्तिश इति सूत्रं 45 अस्ति भगिनि पञ्चचत्वारिंशत् अन्यसूत्रम् अन्यत् 531 इति अस्ति भगिनि तस्य पुटसङ्ख्या तस्य 94 इति अस्ति 94 मध्ये प्रथम पञ्चमाध्याये तृतीयपादे प्रथम सूत्रं तस्य नामकरणमेव अत्र दत्तमस्ति अविभक्तिसंज्ञायो विभक्तिः इति अस्ति कुत्र अस्ति भगिनि 94 भगिनि प्राग्दिशो विभक्तिः इति विभक्तिसंज्ञा भवति केषाञ्चित् प्रत्ययः सिङ् प्रत्ययाः अनन्तरं केचन अन्ये प्रत्ययाः विभक्तिसंज्ञकः भवन्ति विभक्तिसंज्ञका अव्ययसंज्ञकाश्च तदिताः तत्त्वा भगिनि तस्य अधौ भागे वा पञ्चमाध्याये तृतीयपादः प्रथमसूत्रं प्राग्दिशो विभक्तिः पुटसङ्ख्या आं भगिनि तिङ्प्रत्ययः अनन्तरं किञ्चन अन्ये प्रत्ययाः तेषाम् अपि विभक्तिसंज्ञकत्वं भवति इति क्रान्तिशूद्र धन्यवादः तर्हि भगिनी उक्त सिजव्यस्तमित्युक्ते तर्हि एतावत्पर्यन्तं वयं दरिद्राधातोः किं दृष्टवन्तः इत्युक्ते दरिद्राधातोः अभ्यस्तसंज्ञकत्वं भवति यद्यपि द्वित्वं न भवे भवति उभे अभ्यस्तम् इत्यनेन द्वित्वं तादृशद्वित्वकां कार्यं किमपि नास्ति तथापि अजश् जक्षित् आदेः षट् इति रूपेण अभ्यस्तसंज्ञा भवति तर्हि यत्र अभ्यस्तसंज्ञा भवति तर्हि अधुना प्रत्ययस्य विषये किञ्चन कार्यपरिवर्तनं भवति यत्र अद्यभ्यस्तात् इति सूत्रेण यत्र जकारस्य स्थाने अत् आदेशः भवति तर्हि एतादृशम् अत् आदेशः कुत्र कुत्र भवति लति भवति खलु अन्ति इत्यस्य स्थाने अति इति भवति अनन्तरं लति भवति वा लटि लोकि अपि भवति किल भवति आम् विधिलिङ्गकारे भवति वा भगिनि विधिलिङ्गकारे तु न भवति खलु तत्र आगच्छति किल भगिनि पुनः भगिनि तत्र न पटेयुः इति आगच्छति किल तत्र न भवति वा किन्तु वयम् अदभ्यस्तात् इत्यस्य कार्यं वदामः तर्हि अदभ्यस्तात् इति लटि बहुवचने प्रथमपुरुषे प्रथमपुरुषे बहुवचने अति इति आयाति अनन्तरं लोटि अतु इति भवति उभयत्र तादृशकार्यं लैङ्गि विधिलङ्गि एतस्य कार्यस्य प्रसक्ति सूत्रस्य कार्यं न भवति प्रसक्तिः अस्ति किन्तु कार्यं न भवति तत्र किं भवति सिजभ्यस्य विदभ्यस्य इति सूत्रेण लङि सूत्रं लङि जि इत्यस्य स्थाने दृष्टादेशः तर्हि यत्र आम् इति आयाति तस्मिन् स्थाने उहु इति आयाति खलु साधारणतया वयम् अन् इति प्रत्ययं स्वीकुर्मः अत्र दरिद्रदातोः उः इति स्वीकरणीय विधिलङ्गि किमपि परिवर्तनं नास्ति अतः प्रत्ययानां कार्यम् अधुना समाप्तम् अनन्तरं किम् इत्युक्ते अधुना दरिद्र इति अङ्गस्य किमपि अन्यत् परिवर्तनं भवति तस्य विषयः अग्रे उक्तम् अस्ति तृतीयचतुर्थबिन्दुः तस्मिन् विषये प्रत्ययानां विषये प्रथमद्वितीयबिन्दुः अनन्तरम् अङ्गस्य विषये तृतीयचतुर्थबिन्दुः तर्हि शान्ति भगिनी पठति वा आं भगिनि तृतीयं सूत्रं वा दरिद्रस्य इति सूत्रं दरिद्रधातोः आकारस्य स्थाने इकारादेशो इति हलादौ इति निति अवधातुकप्रत्यये परे इत्यनेन दरिद्रधातोः अन्तिमवर्णस्य आकारस्य स्थाने इकारः प्रथमान्तं दरिद्रस्य षष्ठ्यन्तं विपदमिदं सूत्रं गमहनजनखनघसां लोपः कित्यनङ्गि इत्यस्मात् किति इत्यस्य अनुवृत्तिः ईहल्यकोः इत्यस्मात् हलि इत्यस्य अनुवृत्तिः अत् उत्सार्वधातुके इत्यस्य सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्मात् इत्यस्य अधिकारः श्रुतं दरिद्रस्य अङ्गस्य इत् हलि इति सार्वधातुके अत्र इत् दरिद्रस्य इति सूत्रं दरिद्राधातोः विषये कितिनिति प्रत्यये परे इकारस्य आकारस्य स्थाने इति वदति दरिद्रस्य अङ्गस्य इत् हलि इति सार्वधातुके अत्र इत्यस्य अपवादकृतः. आम् एकं चिन्तनीयम् इत्युक्ते यत्र वयं तत्र प्रत्ययनविषये अपित् इति वयं विभजनद्वयं कुर्मः खलु, विभज्य स्वीकुर्मः. तर्हि स्थिति एतस्य प्रसक्तिः नास्ति, किन्तु अपि तस्य प्रसक्तिः किमर्थमित्युक्ते सार्वधातुकम् अपि इत्यनेन निर्दृ भवति. तर्हि अत्र दरिद्रस्य अङ्गस्य इकारादिष्टः भवति. दरिद्रस्य अङ्गस्य इत्युक्ते तर्हि तस्य पूर्णतया आदेशः भवति वा? अन्तिमवर्णस्य एव अलोकस्य. धन्यवादः भगिनी. परन्तु सूत्रं यदि पश्यामः चेत् तत्र आकारस्य स्थाने इकारादेशो भवति इति तु न दृश्यते, केवलम् अनुमेय किल? आं भगिनि, तदर्थमेव तादृशं सूत्राणि सन्ति खलु, परिभाषासूत्राणि इति वदामः खलु, तत्र न उच्यते. तर्हि परिभाषासूत्राणि आगत्य साहाय्यं कुर्वन्ति. यत्र यदि अनेक अल् आदेशः भवति चेत् तर्हि पूर्णतया भवति, अनेकाल् नास्ति खलु, इति इत्युक्ते इकारस्य सूचना अस्ति. तर्हि एक एव अल् वर्णः अस्ति, तर्हि अन्तिमवर्णस्य स्थाने एव भवति. परन्तु अन्तिम अत्र दरिद्राधातोः अन्तिमवर्णः आकारः, तर्हि आकारः अङ्गस्य दरिद्रस्य अङ्गस्य इत्युक्ते अन्तिमवर्णस्य अन्तिमवर्णः आकारः अत्र आकारस्य स्थाने आदेशो. आम् अग्नि, सत्यम्. कार्यं करोति वा? न अवगच्छामि पुष्प भगिनि. अत्र ईद् दरिद्रस्य कार्यं करोति, तत्तु कोऽपि न कोऽपि सर्वकार्यं न करोति न सर्वत्र पूर्णतया अनुवृत्तिः न, किन्तु क्षम्यतां पूर्णतया आदेशः न, किन्तु अन्तिम अल्वर्णस्य अन्तिम अल्वर्णस्य अलोन्तस्य इति परिभाषा. आं भगिनि, अग्रिमसूत्रं भगिनी पठति वा? पुष्पा भगिनि एकनिमिषः भगिनि, अवकाशः अस्तु भगिनि. मणिमहोदय पठति रामप्रिया भगिनी. श्नाभ्यस्तयोरातः श्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति किति ङेति सार्वधातुकप्रत्यये परे. श्नाश्च अभ्यस्तश्च तयोः इतरेतरद्वन्द्वः शाभ्यस्तौ तयोः श्नाभ्यस्तयोः श्नाभ्यस्तौ तयोः श्नाभ्यस्तयोः श्नाभ्यस्तयोः षष्ट्यन्तम् आतः षष्ट्यन्तं द्विपदम् इदं सूत्रं. श्नासरो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः वनहन जनखन तां लोपः नित्यनङ्गि इत्यस्मात् निति इत्यस्य अनुवृत्तिः अत् उत्सार्वदार्थस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य श्नाभ्यस्तयोः आतः लोपः निति सार्वधातुके. यदा निति निति सार्वधातुकप्रत्ययः परः अस्ति चेत् आतः आकारस्य लोपः भवति. यदा श्नाप्रत्ययः अभ्यस्तसंज्ञकधातोः च अङ्गम् अस्ति चेत् भगिनि अत्र धातु सम्यक्तः धातुः किं कथम् अत्र धातु सम्यक् धातुः अधुनैव दृष्टवन्तः खलु भगिनि, केषाञ्चन धातूनां द्विस्वसंज्ञा भवति इति द्वित्वं भवति जुहोत्यादिगणे, तत्रापि अभ्यस्तसंज्ञा भवति. अनन्तरं दशिट्कादयषट् इति सूत्रेण अन्ये धातूनामपि अभिस्तसंयोगः द्विद्वत् द्विद्वत् भवति न न न विद्वत् धातु निद्वत् न भवति तेषाम् अभ्यस्तसंज्ञा भवति किन्तु यदि निति किति निति कारुदासके प्रत्यये परे आकारस्य लोपः भवति एतेन सूत्रेण तर्हि पदं न अर्थं न करोमि न आगच्छति वा अभ्यस्तमित्युक्ते तावदेव किमपि न अन्यत् नास्ति अहं भगिनी एकः सन्देहः अस्ति मम स्नाव प्रत्ययः क्रयादिगणे आगच्छति अत्र स्नाव प्रत्ययः कुतः आगच्छति स्नाव प्रत्ययः नास्ति अन्यत् किं किमस्ति निमित्तानि कानि अत्र स्ना इति एकं निमित्तं स्ना प्रत्ययः इति कितिङिति परे सर्वधातुकपरे अपि अन्यत् किमपि नियमाः सन्ति वा अत्र अभ्यस्तसंज्ञकधातोः आकारस्य लोपः भवति कितिङिति सर्वधातुपति परे स्ना अभ्यस्तयोः इति अस्ति खलु कुत्रचित् प्रतिध्वनिः श्रूयते कृपया म्यूट् कुर्वन्तु यदि स्पीकर् फोन् मध्ये सन्ति चेत् अस्तु तर्हि अत्र अभ्यस्त इति अस्ति खलु एकनिमिषम् अहं म्यूट् करिष्यामि मम प्रश्नः अहं म्यूट् करिष्यामि आर्टिक् नोदित्वा अन्म्यूट् कुर्वन्तु अस्तु स्टार् फिक्स् कृत्वा अन्म्यूट् कुर्वन्तु यदि अवकाशः क्रमः भवति भगिनी भगिनी राजभगिन्याः प्रश्नः अस्ति किमर्थं अभ्यस्तयोः इति अस्ति उभयोः अपि कार्यं तथा समानकार्यं यत्र श्ना इति उक्तवन्तः तथा तत्रापि वयं क्रयादिगणे पठितवन्तः पूर्वमेव क्रयादिगणसमाप्तः खलु क्रयादिगणे अपि एतदेव पठितवन्तः क्रयादिगणे क्रीणयोगः अन्ति क्रीणन्ति इति भवति तत्रापि आकारस्य लोपः भूत्वा श्ना इति श्नाङ्गस्य आकारस्य लोपः भवति तर्हि क्रीणन्ति इति आदौ भवति क्रीणान्ति इति रूपं नास्ति खलु क्रीणायोगः अन्ति क्रीणान्ति इति दोषमस्ति दोषपूर्वरूपमस्ति तर्हि क्रीणायोगः अन्ति अत्रापि श्नाभ्यस्योगः इति सूत्रमादृत्य श्ना इति अङ्गस्य आकारस्य लोपः भवति कितिमिति प्रत्यये सार्वधातुके प्रत्यये परे अत्र तथा एव दरिद्रायोगः अपि इति अस्ति दरिद्रायोगः अस्ति अत्र किं भवितुम् अर्हति अकः सवर्णे दीर्घः दरिद्राति इति भवितुम् अस्ति इति तथा न भवति दरिद्रति इति एव रूपं दरिद्रति अस्तु तर्हि अत्र अत्र भगिनी रामप्रिया भगिनी अग्रिमपङ्क्तिमपि पठति वा अत्र तु दरिद्र अस्ति न दरिद्रा नास्ति श्नाभ्यस्तयोरातः इति सूत्रेण न केवलम् अजादि अपिति अपि तु हलादि अपिति अपि कार्यं विहितं किन्तु हलादिषु परेषु ईहल्यगो आकारस्य लोपकार्यं प्रबाद्य आकारचित्राणि ईकारादेशः विधीयते तदा हलादि अपित्सु ईहल्यगोः इत्यस्य बाधकं सूत्रम् इत् दरिद्रस्य येन आस्थाने इकारादिष्टः आहत्य श्नाभ्यस्तयोरतः इत्यनेन आकारस्य लोपः केवलम् अजादि अपित्सु भवति अजादि अपित्सु कार्यं भवति यथा दरिद्रायोगः अति दरिद्रयोगः अति दरिद्रति दरिद्रायोगः अतु दरिद्रयोगः अतु दरिद्रतु इति यदा श्नाभ्यस्तयोरातः इति सूत्रं न केवलं अजादि अपि अपि तु हलादि कार्यं विहितं भवति, परन्तु ईहल्यगोः इति सूत्रेण आकारस्य लोपकार्यं तत्सूत्रं प्रबाद्य क्षम्यतां श्नाभ्यस्तयो रातः इति सूत्रं प्रबाद्य ईहल्यगोगो इति सूत्रेण आकारस्य स्थाने ऋकारादेशः भवति, परन्तु तत् हलादि अपिति एव भवति. ई हल्यगोः सूत्रं प्रबाद्य इद्दरिद्रस्य इति सूत्रं विशिष्टसूत्रम् अस्ति. अत्र दरिद्र इति धातोः ये कार्यं करोति तत्र आस्थाने ईकार आदेशः भवति. श्नाभ्यस्तयो रातः हला अजादि अपित्सु, ई हल्यगोः हलादि अपित्सु, इद्दरिद्रस्य विशिष्टकार्यं दरिद्र इति धातोः विषये तत्र तदपि हलादि अपित्सु, परन्तु आस्थाने इकार आदेशः भवति. अत्र तदेव उदाहरणरूपेण अपि दत्तं बाधकसूत्रः अस्ति. ईहल्यगोः बाधकसूत्रः आं भगिनि, तत् पुनः तद् प्रबाद्य ईदरिद्रस्य इति कार्यं करोति. ईहल्यगोः इत्यस्य बाधकसूत्रम् ईदरिद्रस्य, ईहल्यगोः प्रबाद्य ईदरिद्रस्य इति सूत्रं कार्यं करोति. भगिनी प्रायः पुष्पभगिनी इति मन्ये, किञ्चित् प्रतिध्वनिः श्रूयते. सूत्रसङ्ख्यामपि वक्तुं शक्नुमः भगिनि? आम् आं भगिनि, सत्यं. सूत्रपाठं पश्यामः चेत् कुत्रचित् प्रतिध्वनिः श्रूयते, कृपया म्यूट् कुर्वन्तु, रेडि न वदन्ति चेत्. तर्हि सूत्रपाठः पश्यामः चेत् षष्ठे चतुर्थपादे पुटसङ्ख्या किं वा भवद्भिः? आम् अस्तु, 116 इति अस्ति. 116 आम् कस्यापि गृहे प्रतिध्वनिः अपि किञ्चित् स्पीकर् फोन् मध्ये मास्तु. पुनः नोदयामि, एकनिमिषं स्वीकृत्य अन्म्यूट् कुर्मः, तर्हि अवगच्छामः कुत्र प्रतिध्वनिः अस्ति इति. तर्हि कृते अन्म्यूट् मा कुर्वन्तु. तर्हि यदि पश्यति चेत् 117 इति पुटं पश्यति चेत् तत्र अस्ति अकारलोपः इति अस्ति, श्नसोः इति श्नसोरलोपः इति अकारलोपः अस्ति, अनन्तरम् आकारलोपः अस्ति श्नाद्यस्योरातः. तत्र एव ई त्वं श्नाद्यस्योः इति अस्ति, आकारलोपः भूत्वा ई आदेशः भवति, दरिद्रस्य इति इकाराद् इत्वं भवति. अनुवृत्तिः आयाति, अतः समानस्थले समानकार्यं भवति, किन्तु समानस्थले समाननिमित्तानि सन्ति एतेषाम्. अस्तु, तर्हि सारांशरूपेण कः वदति? मणिमहोदय वदति वा सारांशरूपेण किं किं करोति धातुः इति? अपि पश्यामः चेत् किं भवति, स्थितिः किमपि कार्यमस्ति वा मणिमहोदय? आर् 6 नोदयति मणिमहोदय. राज्यभगिनी प्रयत्नं करोति सास्ति. अहमेव अन्म्यूट् कृतवती, किञ्चित् क्लेशम् आसीत् अन्म्यूट् कर्तुम्. अहम् अन्म्यूट् कृतवती. अस्तु भगिनि, अहमपि अन्म्यूट् कृतवती, चिन्ता भगिनी. तर्हि वदति वा साधारणरूपेण अपित् अपित् इति स्वीकुर्मः चेत् किम् अपित् इति स्वीकुर्मः चेत् प्रत्ययः अत्र चित् अस्ति किमपि कार्यमस्ति वा दरिद्रातुः अपित् स्वीकरोति चेत् हलादिपित् इति स्वीकुर्मः चेत् किमपि अन्यं हलादिपित् गुणकार्यं भवति प्रसक्तिः अस्ति भवतिः इति भवति इति नास्ति प्रसक्तिः अस्ति किन्तु दरिद्रधातोः गुणकार्यं भवति वा दरिद्रधातोः गुणकार्यं हलादिपित्सु न भवति हलादिपित् वा अजादिपित् वा न भवति गुणकार्यं प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति किमर्थम् इक्वर्णः किमपि नास्ति हलादि अपित्स् गुणनिषेधः इति कारणेन हलादिपिति नास्ति किमपि कार्यं नास्ति हलादि अपिति किमपि कार्यं न क्षम्यताम् अजादि इति किमपि कार्यम् अस्ति वा अजादिपित् गुणः भवितुम् अर्हति तत्र अजादिपित्सु अपित्सु न पित् अजादिपित् आं भगिनि अजादिपित्सु किमपि कार्यम् अस्ति वा अजादिपित्सु न कार्यं किमपि कार्यं नास्ति वर्णमेलनमेव भवति भवतां वर्णमेलनम् अस्तु भगिनि धन्यवादः रामप्रिय भगिनी वदति वा हलादिपित् तत्र कार्यं किं किं कार्यं भवति हलादि अपित् इति वा हलादि अपित् आं भगिनि हलादि अपित् इद्दरिद्रस्य इति सूत्रेण राभ्यस्तयोरातः प्रथमं लोपः भवति किन्तु हलादि अपित् इति कारणेन ईहल्यगोः तत् सूत्रं प्रबाद्य आगच्छति कार्यं कर्तुं परन्तु तद् तद् अपि कार्य क्षम्यतां तत् प्रबाद्य इद्दरिद्रस्य इति विशिष्टसूत्रम् आगत्य आस्थाने इकारादेशः भवति इहल्लिगोः इत्यनेन ईकारः स्यात् ईकारः स्यात् किन्तु तत् न भवति तत् प्रभाते इद्दरिद्रस्य इत्यनेन ह्रस्व इकारः आदेशः धन्यवादः भगिनि अधुना भगिनी सुब्रह्मण्यमहोदय वदति वा अजादि अपित् किं कार्यमिति आं भगिनि अजादि अपित् इदानीम् अत्र स्नाभ्यस्तयोरातः इत्यनेन अत्र अङ्गस्य अन्ते यः आकारः अस्ति तस्य लोपः भवति भगिनि अत्र महोदय तर्हि एतदस्ति अङ्गनिमित्तकार्याणि अङ्गे कार्याणि भवन्ति अनन्तरं पूर्वमेव प्रत्ययस्य कार्याणि वयं दृष्टवन्तः अदभ्यस्तात् इत्यनेन आदेशः भवति जकारस्य स्थाने तत् प्रथमं लटि लोटि तादृशकार्यं पश्यामः बहुवचने प्रथमपुरुष बहुवचने अत् अतु इति प्रत्ययः आयान्ति आयातः अनन्तरं सिज् अभि सिज् अभ्यस्थ विदिभ्यश्च इति सूत्रेण लङि जका जि इत्यस्य स्थाने जुस् आदेशः भवति तर्हि उहु इति प्रत्ययः आयाति विधिलिङ्गे किमपि परिवर्तनं नास्ति तत्र तु युः इति एव अस्ति खलु युः युः इति एव अस्ति आं भगिनि आं महोदय अस्तु तर्हि हेमा भगिनी वदति वा लटि रूपाणि एकः प्रश्नः अस्ति भगिनि अत्र लङि लङि उहु आगच्छति खलु भगिनि अत्र लङि प्रथमपुरुष बहुवचने अत्र उहु इति आगच्छति अनन्तरम् अत्र उस्य पदान्तात् इत्यस्य प्रसक्तिः अस्ति खलु परन्तु तत् प्रबाध्य अत्र स्नाभ्यस्तयोरातः इत्यस्य कार्यं भवति इति चिन्तयामि यद्यपि द्वयोः अपि कार्यं समानमस्ति परन्तु अत्र उस्य पदान्तात् इति कार्यं न करोति अत्र. न भवति. किमर्थम् इत्युक्ते अत्र अपवादसूत्रं भवति खलु नाभ्यस्तयोरार्थः इति. तथा नास्ति. उच्यपदान्तात् महोदयः उक्तम् आसीत् मन्ये. उच्यपदान्तात् इति केवलं वर्णनिमित्तं कार्यम् अस्ति. उच्यपदान्तात् इति सूत्रसङ्ख्या तु 6196 इति अस्ति खलु. धन्यवादः महोदय. हिम भगिनि लक्ष्यकरोतु धन्यवादः प्रथमपृष्ठे आं भगिनि लट्लकारे प्रथमपुरुषरूपाणि एव वदतु भगिनि. अनेके जनाः सन्ति अपि. प्रथमपुरुषे एकवचनीय दरिद्रा इति अङ्गमस्ति. विकरणप्रत्ययः कोऽपि नास्ति. दरिद्रा एव अङ्गमस्ति. दरिद्रायोगः अत्र तु पित्वमस्ति. हलादिपित् अस्ति. अतः किमपि कार्यं नास्ति. केवलं वर्णमेलनं. दरिद्राति इति रूपं भवति. विकरणप्रत्ययः किमर्थं नास्ति अत्र? टप्लुक् भवति. तत्र प्रत्ययस्य कोऽपि लक्षणः न तिष्ठति नलुमताङ्गस्य इति कारणे. अस्तु भगिनि. अग्रे दरिद्रायोगः तः अस्ति. सः तु इदानीं हलादि अपित् अस्ति. अतः हलादि अपित् कारणेन तत्र श्नाभ्यस्तयोरतः तस्य प्रसक्तिः अस्ति. तत् सूत्रं प्रभात्य ईहल्यगोः कार्यं कर्तुम् आगच्छति. परन्तु तदपि प्रभाद्य अत्र विशिष्टकार्यम् अस्ति दरिद्रा धातोः इद्दरिद्रस्य इति. अतः अत्र आकारस्य स्थाने ह्रस्व इकारादेशः भवति. अतः दरिद्रा दरिद्रि इति भवति. दरिद्रियोगः तः दरिद्रितः. अग्रे दरिद्रायोगः अन्ति इति अस्ति. अन्ति तु अजादि अपित् अस्ति. अजादि अपित् इति कारणेन स्नाभ्यस्तयोरातः सूत्रं कार्यं करोति. अत्र दरिद्रायोगः अन्ति. अत्र दरिद्रा अङ्गस्य अन्तिम आकारस्य लोपः भवति स्नाभ्यस्तयोरातः अनेन सूत्रेण. तर्हि दरिद्रयोगः अन्ति. परन्तु अत्र अपि अन्यत् सूत्रमस्ति. अत्र अदभ्यस्तात् अतः यत्र यत्र अभ्यस्तसंज्ञा भवति तत्र अत् आदेशः भवति झकारस्य स्थाने इति. तर्हि दरिद्रति इति भवति, न तु दरिद्रन्ति इति. तर्हि सूत्रद्वयम् अत्र कार्यं करोति. स्नाभ्यस्तयोरातः अपि च अदभ्यस्तात् इति. तर्हि आहत्य दरिद्राति दरिद्रितः दरिद्रति. धन्यवादः भगिनि. शान्ति भगिनि. आं भगिनि. मध्यमपुरुषे मध्यमपुरुष प्रथम एकवचने सिद्धतिङ्प्रत्ययः अस्ति सि. दरिद्रायोगः सि. केवलं वर्णमेलनमेव. दरिद्राति द्विवचने अत्र सि न गायति कथं? सि दरिद्राति इति उक्तवती खलु भगिनि. रकारः अस्ति न तु सि तु षि. ओ षत्वमिति विधिः वदति वा? षत्वविधिः किं भवति भगिनि? कस्मिन् पूर्वं किं वर्णः भवेत् षत्वं भवितुं? शान्ति भगिनी स्मरति वा? इन्द्रत्याहारे एकः वर्णः भवति चेत् षकारः भवति, अत्र तु आकारः अस्ति खलु, इन्द्रत्याहारे नास्ति. अत्र द्विवचने हलादि अपित्ति प्रत्ययः तः, अतः दरिद्राय गतः. अत्र तु हलादि अपित् अस्ति, तस्मात् इति दरिद्रस्य आगत्य कार्यं करोति. आकारस्य स्थाने इकारादेशो भवति दरिद्रितः इति. तथा एव बहुवचने अपि दरिद्रितः इति. धन्यवादः भगिनि. श्राव्यस्य रातः इति सूत्रस्य अस्ति, तद् प्रभाद्ये प्रसक्ति अस्ति, इल्यहोगो अनन्तरं तत् प्रभाद्य इदरिद्रस्य. इदरिद्रस्य. धन्यवादः भगिनि. पुष्प भगिनि अग्रे उत्तमपुरुषरूपाणि वदतु. अत्र मी सिद्धतिङ् प्रत्ययः उत्तमपुरुषे, अत्र वर्णमेलनं तु अस्ति. किमर्थं प्रत्ययः कीदृशप्रत्ययः अस्ति मी इति? हलादि पित् अस्ति, तथैव तथैव वर्णमेलनम् अस्ति. दरिद्रामि अत्र वहामः तु हलादि अपित् अस्ति, किं स्नाभ्यस्तरो स्तयोः कार्यं करोति, तत्तु ईहल्यगोः इत्यस्य बाधकसूत्रम् इद् दरिद्रस्य, तद् कारणात् आकारस्य ईकारः अनुवृत्ति भवति. तदैव दरिद्रिवः. धन्यवादः भगिनि. महोदय अत्र लोट्लकाररूपाणि प्रथमपुरुषरूपाणि. महोदय दरिद्र अन्ये कृपया म्यूट् कुर्वन्तु, कृपया अन्ये सर्वे कृपया म्यूट् कुर्वन्तु. किञ्चित् ध्वनिः अस्ति चेत् न जाने, प्रायः विस्मृत्य कोऽपि कार्यं करोति इत्युक्ते दूरवाण्याः समीपे तर्हि किञ्चित् ध्वनिः अस्ति. अन्ये सर्वे म्यूट् कुर्वन्तु. मणिमहोदय कृपया म्यूट् कृत्वा. महोदय लोट्लकारे दरिद्र तु दरिद्र तु पित् अस्ति किल, सो दरिद्र दरिद्र तु तात् दरिद्रस्य सूत्रेण दरिद्रितात् अकारम् इकारं भूत्वा दरिद्रितात् तन् दरिद्रितां दरिद्री अन्तु किं भवति महोदय, दरिद्री अन्तु जकारस्य अत्तु भवति वा, सारि सन्देहः. आमां सत्यं. केन सूत्रेण जेः वा अदभ्यस्तात् इति सूत्रेण. पुष्पं म्यूट् करोतु भगिनि, सर्वे म्यूट् कुर्वन्तु. दरिद्रा योगः अतु इति अस्ति. तर्हि किं भवति अधुना, किं सूत्रं कार्यं करोति? अतु इति कीदृशप्रत्ययः अस्ति? प्रत्ययः अजादि अपित्. अजादि अपि, तर्हि केन किं सूत्रम् अधुना कार्यं करोति? अजादि अपि प्रत्ययः विद्वद् भवति, तर्हि श्नाभ्यस्योरातः इति सूत्रेण. महोदय सहायं करोतु महोदय, न जानामि. तदेव करोमि खलु, श्नाभ्यस्योरातः इति सूत्रेण अभ्यस्तसंज्ञा अस्ति खलु, दरिद्रा इति धातोः अभ्यस्तसंज्ञा अस्ति, तर्हि श्नाभ्यस्तयोरार्थः इति सूत्रेण महोदयस्य करपत्रे भवान् तद् अनुवृत्तिसहितसूत्रं पश्यति चेत् अवगतमिति, प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं तद् अन्तिमवाक्यं तदेव तावदेव पर्याप्तम् अवगन्तुम्. तर्हि अत्र श्नाभ्यस्तयोरार्थः इति सूत्रे उक्तमस्ति श्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति. कुत्र भवति? किटिङ्ग् इति सार्वदातिके द्रव्ये परे. अत्र तु अत्र तु अत्तु इति निगत् अस्ति, तर्हि एतस्य सूत्रस्य प्रशस्तिः भवति खलु. तर्हि दरिद्रयोग दरिद्रतु इति रूपं भवति दरिद्रतु. तथैव अत्र महोदय तात् इत्यस्य अपि निद्वत् इति उक्तवान्, तत्र तु तातं तु साक्षात् नित्तस्ति, तातं प्रत्ययः अस्ति, तस्य नकारस्य लोपः भूत्वा साक्षात् नित्तस्ति. तर्हि तत्रापि श्नाभ्यस्य रातः इति सूत्रस्य प्रसक्तिः अस्ति, तद् प्रभात्य इहल्यगोः इति सूत्रं कार्यं कर्तुं तस्यापि प्रसक्तिः अस्ति, तदपि प्रभात्य इद्धरिद्रस्य इति सूत्रं कार्यं कृत्वा इकारादेशः भवति आकारस्य स्थाने. धन्यवादः राजि भगिनि. श्रूयते वा भगिनि? आं भगिनि. दरिद्रायोगः तां तत्र अस्तु, दरिद्रायोगः हि हि लङ्वत् आकारान्त अस्ति, तर्हि अत्र हि इत्यस्य लोपः भवति वा? न, अतो हि इति सूत्रे दरिद्रा हि एव आगच्छति. किमर्थं हि लोपः न भवति अत्र? किमर्थम् इत्युक्ते हि लोपः न भवति इति अहं जानामि, किमर्थं अहं विस्मृतवती किं किमर्थं अतो हे हे इति सूत्रम् आसीत्, हि लोपविधायकसूत्रमस्ति, हि लोपविधायकसूत्रम् अतो हे हे इति अस्ति. तर्हि अतः अङ्गात् अस्ति इत्युक्ते अहस्व अकारः, तादृश अङ्गात् एव इति लोपः भवति, अतः आकारः अस्ति, अतः लोपः न भवति. यथा वयं गच्छ इति अस्ति खलु, गच्छ गच्छ योगः हि गच्छ एव हि इत्यस्य लोपः भवति. किमर्थम् इत्युक्ते गच्छ इति अकारान्त अङ्गमस्ति खलु, अत अतः अङ्गमस्ति, अतः हि गच्छ पिब तत्र सर्वं. अत्र दरिद्र आकारान्तः आकारान्त अङ्गम् अतः हि लोपः न भवति, दरिद्रायोगः हि दरिद्रा हि एव रूपं. देन् तात् दरिद्रा तात् समीपं दरिद्रायोगः हि किं भवति? दरिद्राहि दरिद्राहि इति भवति वा? अत्र हि कीदृशप्रत्ययः? हि शिव हि अत्र पित्वा पित्वा प्रथमं चिन्तनं कथं भवति? कलाजित् अस्ति पित्तस्य वा सेर्हि पिच्च इत्यनेन किं भवति? अपित्वम् आरोपितमस्ति, अतः नीत्वद् भवति. सि इति आदौ तु सि इति आसीत् खलु, तत्र सि इति तिप् इति इत्यनेन सि इति इत्यनेन तिङ् इत्यनेन सि इत्यस्य सिप् इत्यस्य तित्वम् आसीत्, प्रकारलोकं भूत्वा तित् आसीत्, किन्तु केभि तिच्च इति सूत्रेण अपित्वम् आरोपितं भवति. अपि अस्तु, ततः इकार अकारस्य स्थाने इ इ आदेशः भवति इद् दरिद्रस्य इति इत्यनेन, अतः दरिद्री योगः सि दरिद्रिः इति रूपं भवति. आं भगिनि, धन्यवादः शान्ति भगिनि, मम मनः तु कुत्रचित् पतितु. धन्यवादः. दरिद्रिः दरिद्रयोगः तात् अत्र अत्र लोटि तात् आल्सो ङित्वद् भवति बिकास् लोटि लङ्गवत् किल. न न केन कारणेन निद्वद्भवति तातं तु तातम् इति अस्ति नकारः तत्र नकारस्य लोपः भवति तर्हि साक्षात् नो तातङ्गस्य अन्य अन्यतरस्याम् इति श्लोकः आगच्छति वा? तेन सूत्रेण अन्यतरस्याम् इति विकल्प वैकल्पिकं रूपमस्ति अन्यतरस्याम् इति अस्ति वैकल्पिकं रूपमस्ति तात् इति तर्हि तातङ्ग अस्ति तातङ्ग इति नकारः अस्ति तत्र नकारस्य लोपं भवति हलन्त्यम् इत्यनेन तर्हि ङित् अस्ति साक्षात् एव ङित् ङित् अस्ति अत्र आकारस्थाने इकारः आदेशः भवति दरिद्रितात् इति आगच्छति. तम् अपि तं तं तं हलादि अपित्सु अतः हलादि अपित्सु इति कारणेन कापि कोऽपि विकल्पं न भवति हरिद्रायोगः तं हरिद्रातम् इति आगच्छति. एतावत्पर्यन्तं तदेव पश्यन्तः स्मः खलु दरिद्रायोगः अजादि अपित् अस्ति खलु क्षम्यता हलादि अपित् अस्ति किम् अपित् तर्हि अपित् तर्हि किं केन सूत्रेण निद्वद् भवति खलु अपित् अस्ति चेत् केन सूत्रेण निद्वद् भवति सार्वधातुकम् अपित् इति सूत्रेण निद्वद् भवति यत्र अपित् अस्ति चेत् तत्र निद्वद् भवति सार्वधातुकम् इति सार्वधातुकम् अपित् इति सूत्रेण विधीयते निद्वद् अत्र आरोपितं भवति तर्हि निद्वद् यत्र अस्ति चेत् किं भवति आभ्यस्तयोरातः इति सूत्रम् आदौ प्रसक्तिः अस्ति तद् प्रभाते ईहल्युगोः हलादि इति तद् प्रभाते ईदृशस्य सूत्रं कार्यं करोति तत्र आकारस्थाने ईकारः आदेशः अस्ति अतः दरिद्र ई दरिद्रि तं दरिद्रितम् आं भगिनि तथा एव समानकार्यं ताम् इति भगिनी पूर्वम् उक्तवती खलु तदेव कार्यं मम मणिमहोदय उक्तवान् आसीत् खलु तदेव कार्यम् अत्रापि ताम् इति यत् कार्यम् आसीत् तदेव समानकार्यं तम् इति अस्ति मध्यमपुरुषे अपि ता अपि समानमेव दरिद्रियोगः दरिद्रित तद् सत्यं भगिनि धन्यवादः भगिनि रामप्रिय भगिनी आं भगिनि आणि आव आम उत्तमपुरुष उत्तमपुरुषे दरि तत्तु आडुत्तमस्य पिच्च इति सूत्रेण पित्वम् आरोपितं भवति अतः अकः सवर्णे दीर्घ इति सूत्रेण सन्धिकार्यं भवति सर्वत्र दरिद्रायोगः आणि दरिद्राणि अत्र नत्वं भवति नकारः दरिद्राव समानपदे इति रसाभ्यां नोनः समानपदे इति साक्षात् पार्श्वे अस्ति अस्ति चेत् रसाभ्यां नोनः समानपदे अत्र तु आज् मध्ये अस्ति अवधानं व्यवायति व्यवधानमस्ति अग्रिममपि वा लङ्लकारे दरिद्राव दरिद्राम दरिद्राणि दरिद्राव दरिद्राम सुब्रह्मण्यं लङ्लकार प्रथमम् अत्र लुङ् लङ् लुङ् षडुदात्त इति सूत्रेण अत्र अडागमः अदरिद्र इति अङ्गम् अत्र तकारः अस्ति तकारः हलादिपित् अस्ति अतः अत्र केवलं वर्णमेलनमेव अदरिद्रात् इति रूपं द्विवचने ताम् अस्ति तां हलादि अपित् अस्ति अतः अत्र प्रथमं स्नाभ्यस्तयोरातः इति सूत्रस्य प्रसक्तिः अस्ति परन्तु तत् प्रबाध्य ईहल्यघोः इत्यस्य प्रसक्तिः पुनः तत् प्रबाध्य अत्र इद् दरिद्रस्य इति सूत्रं कार्यं करोति अतः अन्तिम अङ्गस्य अन्तिम आकारस्य स्थाने इकारः आदेशः भवति अतः अदरिद्रिताम् इति रूपं निष्पन्नं भवति अनन्तरम् अत्र सिद्धतिङ् प्रत्ययः अत्र उः अस्ति किमर्थं चेत् अत्र दरिद्रा इति अभ्यस्तसंज्ञकः धातुः अतः सिजभ्यस्तविधिभ्यश्च इति सूत्रेण अत्र लङि झीस्थाने जुष् आदेशः भवति अत्र प्रथमं जकारः लोपः भवति चुटु इत्यनेन सकारस्य स्थाने ससजुषोरुः खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गः आदेशः अतः अत्र उः इति सिद्धतिङ् प्रत्ययः इदानीम् अत्र उः इति अजादि अपित् अस्ति अजादि अपित् अतः अत्र स्नाभ्यस्तयोरातः इत्यस्य प्रसक्तिः कार्यमपि तस्य एव अतः अदरिद्रा इत्यस्य अङ्गस्य अन्तिम आकारः लोपः भवति अदरिद्रयोगः उः अदरिद्रुः इति रूपं निष्पन्नं भवति श्रूयते वा अत्र लङ्लकारे मध्यमपुरुष अदरिद्रा इति अङ्गं भवति यथा मणि सुब्रह्मण्यं महोदयेन उक्तम् अकारस्य धातुः प्राकायाति अदरिद्रायोगः सकारः अत्र सकारः पदान्ते अस्ति इति कारणेन ससजुषोरुः अनन्तरं खरवसानयोर्विसर्जनीयः अनेन तत्र विसर्गः आयाति तत्र तर्हि अदरिद्रायोगः विसर्गः अदरिद्राः इति रूपं भवति तदनन्तरं तं त द्वयोरपि हलादि अपित् अस्ति तर्हि अत्र श्नाभ्यस्तयोर् आतः इति कारणेन दरिद्रा अभ्यस्त संज्ञकः अस्ति इति श्नाभ्यस्तयोरातः अपि च ईहल्यगोः द्वयोः सूत्रद्वयमपि प्रभाद्य तत्र इद्दरिद्रस्य इति कार्यं करोति सूत्रं तर्हि अदरिद्रितम् अदरिद्रित इति रूपे निष्पन्ने भगिनी प्रयत्नं करोमि अत् लङ्लकारे एकवचने अम् इति सिद्धतिङ् प्रत्ययः तत्र प्रत्ययः मित् इत्युक्ते हलादिपित् अस्ति अतः मित्वत् नास्ति अतः इकारस्य आदेशः नास्ति केवलं वर्णमेलनं भगिनि अम् इति एव अस्ति खलु अम् इकारः कुत्र भवति हलादि अस्ति चेत् एव तदेव नास्ति न भविष्यति इति इकारादेशस्य तदपि नास्ति, आलोपः अपि नास्ति, तर्हि तदपि केवलं प्रथमं तु सन्धिः एव भवति. अदरिद्रा इति दरिद्रा इति धातौ आकारस्य स्थाने ईकारादेशस्य प्रसक्तिः नास्ति इति. ततः पूर्वं तर्हि श्नाव्यस्य रातः इति प्रथमं वक्तव्यं भवति खलु, तेन आकारलोपः न भवति इति. भगिनि सत्यं आकारलोपः अपि न भवति, ईकार ईह लघुः इत्यनेन ईकारादेशः अपि न भवति, ईदरिद्रस्य इत्यनेन इकारादेशः अपि न भवति. तदेव उक्तवती भगिनि. अतः श्नाभ्यस्तयोरातः तु केवलम् अजादि अपित्स एव भवति, अत्र पित् अस्ति, अतः कोऽपि कार्यं न करोति. केवलम् अदरिद्रायोगः अम् अदरिद्राम् इति भवति. अत्र किं सूत्रं कार्यं करोति अदरिद्रायुगः इति किं भगिनि? किं सूत्रं कार्यं करोति अत्र? सवर्णदीर्घसन्धिः, अकः सवर्णदीर्घः. द्विवचने अदरिद्रायोगः सिद्धतिङ् प्रत्ययः अस्ति व इति. अदरिद्र अत्र तु हलादि अपित् अस्ति, अतः श्नाभ्यस्तयो अतः हल्यगोः इत्यस्य प्रसक्तिः तत् प्रबाध्य इद्दरिद्रस्य इति सूत्रेण आकारस्य स्थाने इकारदेशः भवति. अदरिद्री योगः व अदरिद्रिव वर्णमेलनेन तथा एव अदरिद्रिम इति बहुवचने. आं भगिनि, अत्र किं किं कार्यं वयं पठामः दरिद्रादातोः समानकार्यं जुहोति अधिगणे एव अपि भवति, तर्हि यत् वयं पठितवन्तः तस्य बहु उपयोगः भवति. धन्यवादः भगिनि. पुष्पा भगिनी अग्रिमं विधिलिङ्गकारे वदति वा? अत्र तु सर्वेपि नवसिद्धतिङ् प्रत्ययाः हलादि अपित् अस्ति, तत्तु नाभ्यस्तरयोरातः कार्यं करोति, परन्तु ईहल्यगोः प्रभाद्य ईद् दरिद्रस्य कार्यं करोति. बाधकसूत्रं तत्तु दरिद्र्यातां दरिद्र्युः दरिद्र्याः दरिद्र्यातां दरिद्र्यात दरिद्र्यां दरिद्र्याव दरिद्र्याम. धन्यवादः भगिनि. तर्हि इकारान्त दातुं ह्यः महोदय किञ्चित् आरम्भं कृतं, तर्हि तत् अभिमानि महोदय पठति. अहं वदामि मणिमहोदय. मणिमहोदय स्टार्टिक्स् नोदयित्वा आगन्तुं शक्नोति. तर्हि राज्यपति भगिनी, भगिनी एकः प्रश्नः अत्र अत्र श्वः अपि प्रायः अत्र हेमा भगिनी पृष्टवती जक्षित्यादयः षट् इति, अत्र षट् इत्यस्य आवश्यकता का इति अहं न जानामि. यदि जक्षित्यादयः इति वदनेन सम्पूर्णं भवति किल महोदय? यथा वयं पूर्वं दृष्टवन्तः कदाचित् पाणिनिः छन्दसः कारणात् तादृशं करोति इति. एतदपि शास्त्रमस्ति खलु भगिनि, तत्र सप्त धातवः अस्ति, किन्तु तथापि षट्शब्दादयः इति एव पर्याप्तं खलु? षट् वा सप्त वा इति वदनस्य आवश्यकता नास्ति इति महोदयस्य प्रश्नः सत्यं, किन्तु छन्दसा किमपि कदाचित् एतादृशं कार्यं वयं पश्यामः इति एव मम अवगमनं. आम् इत्येव मम महोदय कदाचित् तथा किं षट् इति वदनस्य सप्त इति किमर्थं न उक्तवान्, षट् इति किमर्थम् उक्तवान् इत्यस्य उत्तरं भगिनी अधुना दत्तवती, भगिनी उक्तवती. किन्तु षट् इत्यपि वदनस्य आवश्यकता नास्ति खलु, केवलं दक्षता दक्षित्यादयः इति एव पर्याप्तं खलु इति महोदय प्रश्नः. किम् इत्युक्ते सर्वे दातवः अपि अदादिगण एव सन्ति दक्षित्यादयः इति, किन्तु अत्र दरिद्रादातुः आकारान्तदातुः अस्ति, अतः वयम् अधुना पठितवन्तः. यथा वयम् आदौ आकारान्तदातुः पठितवन्तः या वा भा इति, तथा एव अत्र दरिद्रा इति आकारान्तदातुः अस्ति, किन्तु अव्यष्टसंज्ञा भवति इत्यस्मात् दर्शितादेः षट् इति सूत्रेण तर्हि किञ्चित् कार्यं भिन्नं भवति इति पृथक्तया वयं दृष्टवन्तः. तत्र जक्षु जक्ष्तु अदादिगणः अस्ति. आं भगिनि तदेव, आं भगिनि, आं सर्वे दातवः दक्षतायदशट् सर्वे दातवः अदादिगणे एव सन्ति इति मम अत्र पृच्छति. तथा दरिद्रा तु अस्ति, अतः वयं पृथक्तया अधुना दृष्टवन्तः. ते सर्वे षट् तु अकारः नास्ति, आकारः नास्ति, आकारान्तः आकारः नास्ति. अस्तु भगिनि, अत्र अहं न श्रुतवान् भगिनि, षट् इति किं किमर्थम् उक्तवान्, सप्त इति न उक्तवान् इति तदेव छन्दसः कृते इति तदेव महोदयेन अत्र उक्तं, वदनस्य आवश्यकता एव नास्ति, चक्षुतादयः इत्येव पर्याप्तमासीत्. षट् इति उक्तवान् सप्तदातवः सन्ति, तथापि षट् इति उक्तवान् किमर्थम् इति महोदयेन अत्र दत्तं दत्तमस्ति. इति शब्देन दक्षातो परामर्शः किमर्थम् इति तदेव महोदय उक्तवान् खलु इति व्याकरणज्ञाः सर्वे कदाचित् पृच्छन्ति, किन्तु अस्माभिः न ज्ञायते किमर्थं पाणिनिः तथा कृतवान् इति, सम्यक्तया ज्ञायते, तर्हि वयमेव ऊहां कर्तुमेव शक्नुमः. महोदय अत्र प्रश्नः षट् इति किमर्थं दत्तं, सप्त इति किमर्थं न इति वा? इदानीम् तदपि अस्ति, आं भगिनि इदानीं प्रश्नः महोदय तु वदतु, अहं पूर्णेन न शृण्वन्ति. प्रथममहोदयस्य प्रश्नः आसीत् षट् इति सप्त वा षट् वा न वदनस्य आवश्यकता नास्ति, चक्षुरादेः इति पर्याप्तम् इति आसीत्, तस्य छन्दसः कृते इति उक्तम्. अनन्तरम् अधुना मह पृच्छति किमर्थं सप्त इति न उक्तवान् इति, षट् इति किमर्थम् उक्तवान्, तदपि न जाने, ऊहामेव कर्तुं शक्नुमः किमर्थं तथा कृतवान्. अत्र उक्तमस्ति महोदयेन, अत्र उक्तमस्ति इति शब्देन जश् धातोः परामर्शः कृतः, तदपि ग्रहणम् अभवत् इति महोदयेन अत्र उक्तमस्ति. अतः अन्ये षड् धातूनां पृथक्तया उक्तमस्ति. मणिमहोदय पठति वा, मणिमहोदय भगिनी एतत् करोति वा, भवती एव सारांशः इकारात् धातुः वदतु तर्हि. अहमेव किन्तु पठित्वा वदामः. अस्तु भगिनि, राजी भगिनी पठति वा महोदय? वदतु महोदय, मणिमहोदय पठतु महोदय. शब्ददातवः इन् इक् इन् वि शीन् दिदिङ् वेविङ् इन् गतौ इति धातुः हलादिपित्सु गुणः इ योगवति एति, अजादिपित्सु गुणः भवति आयादेशः इन् योगग आनि ए योगग आनि अय ए स्थाने ऐ आदेशः योगगानि अयानि इति केन सूत्रेण ऐ आदेशः भवति ए स्थाने कार्यं किम् अत्र ज्ञातवन्तः वा आं महोदय सूत्रेण देन् हलादि अपित्सु किञ्चित् च गुणनिषेधः भवति ई योगतः इतः इतः अजादि अपित्सु नित् सूत्रेण गुणनिषेधः अचिश्रु अचिष्णु धातु ब्रुवं व्योर्यङौ इत्यस्य प्रसक्तिः अस्ति अनेन इयङ् आदेशः भवति स्म परन्तु इदं सूत्रं प्रभात्य इनो यन् इत्यनेन यन् आदेशः ई योगक अन्ति यन्ति भवति यत्र ई इयङोङ् आदेशः शक्तिः अस्ति महोदय इनो इनो यन् इको एनर्जि एव वा धातोः स्थाने यण् आदेशः इति पृथक्तया एकम् अन्यत् सूत्रमस्ति एव पृथक्तया लिखितमस्ति इन् इत्युक्ते तत्र इकारस्य स्थाने इक् इति प्रत्याहारः नास्ति इक् स्थाने इति नास्ति यण् आदेशः इति नास्ति इन् धातोः एव इन् धातोः एव स्थाने यण् आदेशः ओके धन्यवादः महोदय यन् यन् प्रत्याहारस्य एकः अन्यतमवर्णः आयाति तर्हि कः वर्णः इत्युक्ते यकारः एव भगिनी तत्र इनो यन् इति सूत्रं केवलम् इन् धातोः विषये एव वा आं भगिनि इन् धातुः साक्षात् इन् धातुः अधुना ततः एव अत्र ईकारान्त इकारान्त ईकारान्त दातवः इति सप्त दातवः सन्ति खलु प्रत्येकस्य भिन्नभिन्नकार्याणि सन्ति किं धातोः कृते भिन्नकार्याणि वयं पठामः ओ आम् अवगतवान् महोदय धन्यवादः महोदय राजी भगिनी पठति वा पङ्क्तिद्वयं तर्हि पूरयामः आम् आं भगिनि अहम् अन्म्यूट् करोमि अधुना श्रूयते श्रूयते भगिनि आम् आं भगिनि अजादिषु पित्सु अचि स्नु धातु प्रवां युवो रियोङ् वङ् वङ् इत्यस्य प्रसक्तिः तत् प्रबाद्य युनो यन् पुनः तत् प्रबाद्य परत्वात् सार्वधातु कार्तधातुकयोः इत्यनेन गुणकार्यस्य प्राप्तिः अजादि पित्स् गुणनिषेधः इति च इत्यनेन अचि स्नु धातु ब्रुवां युवो रियङ् उवाङ् उवङ्गाव् इत्यस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति तत् सूत्रं प्रबाद्य युनो यण् कार्यं कर्तुम् इच्छति तदपि कार्यं न करोति तत् प्रबाद्य पुनः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यस्य प्राप्तिः भवति आं भगिनि अजादिपित्सु किमर्थं यानि इति नास्ति किमर्थम् अयानि इति आगतम् इति प्रश्नः अपि खलु इनो यन् इति कार्यं किमर्थं न करोति तदपि अजादि इति एव अस्ति खलु इति सूत्रं पदते इणः अङ्गस्य यण् अचि इति एव अस्ति भगिनी राजभगिन्याः गृहे अस्ति स्पीकर् फोन् मध्ये अस्ति वा भगिनि अस्मि अहम् आन्लैन् स्कैप् द्वारा ओ तथा वा किन्तु स्पीकर् फोन् मध्ये अस्ति वा तत्रापि दूर सङ्गणके स्पीकर् न हेड्सेट् न कनेक्ट् कृतं वा न न न तथा करोतु हेड्सेट् उपयोगं करोतु भगिनि ततः एव प्रतिध्वनिः श्रूयते अग्रे गत्वा सङ्गणके अपि किञ्चित् हेड्सेट् तत्र धारयति चेत् सम्यक् भवति सङ्गणकम्. ओ एवं वा, अस्तु अस्तु तर्हि अभवत् खलु. परत्वात् सार्वदत्तकार्दत्तके इत्यनेन गुणकार्यं भवति इनोयन् प्रपाठे. तत्र पित्सु अजादि पित्सु यत्र आनि इति अस्ति तत्रापि समानकार्यं भवेत् किन्तु तद् न भवति सार्वदत्तकार्दत्तके इति बलवत् अस्ति सूत्रम्. अग्रिमपङ्क्तिमपि पठति वा रामप्रिया भगिनी पठति वा? आं भगिनि. अजादि अपित्सु सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु अपित्वात् सार्वधातुकम् अपित् इति सूत्रेण नित्वत्वं तदा निति च इत्यनेन गुणनिषेधः, तदा अचिष्णु धातु भुवां युवोर्यङौ इत्यनेन इयङ् आदेशः, तत् प्रबाद्य इणोयन् इत्यनेन यन् प्राप्तिः. यदा अजादि अपित् अस्ति चेत् इण् धातोः विषये तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन प्रथमं गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु अजादि अपित् अस्ति अतः अपित्वात् सार्वधातुकम् अपित् इति सूत्रेण नित्वात् निति च इति सूत्रेण गुणनिषेधः भवति. अनन्तरम् अचिष्णु धातु ब्रुवां युवोर् यङ् वोङ्गौ इत्यनेन इयङ् आदेशः भवत् इयङ् आदेशः भवति न भवति क्षम्यतां तद् प्रबाद्य इणो यण् इत्यनेन यण् प्राप्तिः भवति अत्र. एतावत् पर्यन्तमेव वयं तर्हि प्रश्नः नास्ति चेत् विरमामः, न सन्ति चेत् विरमामः. हेमा भगिनी भगिन्याः प्रश्नस्य उत्तरम् अहं दास्यामि भगिनि. तद् करपत्रे अस्ति इति मन्ये भगिनि, इति तिंशित् सार्वधातुकम् इति तिङ् तिङन्तसिद्ध तिङ् प्रत्ययः इति करपत्रे अस्ति. तत्रापि दृष्टमस्ति भगिनि, परन्तु तावत् स्पष्टं नास्ति. इत्युक्ते कुत्रापि अपेक्षा अस्ति चेत् तत् तस्य प्रयोजनं भवति इति तत्र षट् सूत्राणि दत्तमस्ति. सूत्रद्वयं कृते लोट् लङ्वत् न भवति इति, तर्हि किमर्थम् इति विवरणमस्ति वा इति मम सन्देहः. ओ भवती दृष्टवती वा तद् पत्रं? अखिल भगिनी उक्तवती. तत्रैव सिजभ्यस्तविधिभ्यश्च लग्नः शाकटायनस्य इति सूत्रं कुत्र अस्ति भगिनि? तस्मिन् करपत्रे अस्ति तत्र लोटि किं किं कार्यं भवति इति. एकनिमिष भगिनी अस्ति वा? तातङ् कुत्र अस्ति भगिनि? तातङ् इति प्रत्ययादेशः खलु, तत्तु पूर्वमेव अभवत् तातङ् आदेशः अभवत् तत्र अष्टाध्यायी पुस्तके नास्ति. 8134 इति सूत्रम् अन्ये 8174 भगिनि पञ्चमबिन्दुः अस्ति सार्वधातुकप्रकरणमिति अदन्तम् क्षम्यताम् भगिनि. सार्वधातुकप्रकरणम् अदन्तम् अङ्गं तत्र तृतीयकरपत्रे अस्ति. आम् आम् तिङ्गप्रत्ययानां सिद्धिः तत्र अस्ति. तत्र लोट् विषये तत्र लोटो लङ्वत् इति अस्ति, कानिचन कार्याणि भवन्ति लङ्गि यानि न अपेक्षितानि लोपि इति. नित्यम् इतः तस्य समीपं तान्तं तामः अपि च इतश्च कार्यं करोति द्वयो लोटि अपि लङ्गि अपि, परन्तु सिजभ्यस्तविधिभ्यश्च अपि च लङ्गः शाकटायनस्य इति सूत्रद्वयं लङ्गि एव करोति इति. तत्र किमपि आसीत् भगिनि, एकवर्णम् उपयुज्य यदि यदि आदेशः भवति तर्हि तादृशकार्यं न भवति इति पृष्ट् पाठितवती अहं दृष्ट्वा. भवती दृष्ट्वा वदतु भगिनि. आमां धन्यवादः भगिनि. धन्यवादः महोदय. धन्यवादः. शुभरात्रिः भवे भगिनि. वदतु भगिनि. तातन्तु मम दृष्टे नास्ति. सप्तम्याध्याये 7135 इत्युक्ते तु स्थाने हि स्थाने उभयोः स्थाने तातङ्गादेशः विकल्पेन अन्यतरस्याम् इत्युक्ते विकल्पेन भवति. इत्युक्ते प्रथमपुरुषे एकवचने यथा तु भवति खलु लोट्लकारे गच्छतु हि इति मध्यमपुरुषे एकवचने. अस्तु धन्यवादः भगिनि. शुभरात्रिः. Thank you.